गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुःसाक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् नवद्रव्याणां निरूपणं सम्पूर्णतया कृत्वा इदानीं वयं गुणनिरूपणं प्रति आगतवन्तः सप्तपदार्थाः सन्ति नैयायिकानां मतानुसारम् इति वयं जानीमः ते तु द्रव्यगुणकर्मसामान्यविशेषसमवाय अभावाः इति सप्तपदार्थाः सन्ति इति अस्माभिः पठितम् अपि च द्रव्यम् इति पदार्थं नवविधं भवति इत्यपि अस्माभिः अधीतं पृथिवी अप् तेज वायु आकाश काल दिक् आत्म मनांसि इति नवद्रव्याणि तत्र प्रत्येकं द्रव्यं स्वीकृत्य तस्य लक्षणं किं लक्षणे अतिव्याप्तिः अव्याप्तिः असम्भवदोषाः सन्ति वा इति दृष्ट्वा अपि च प्रत्येकं द्रव्यस्य सङ्ख्या का एकं वा अनेकं वा तत्र कार्यरूपमस्ति वा कारणरूपमेव अस्ति वा अपि च प्रत्येकं द्रव्यस्य परिमाणं किं विभुः वा परमाणुपरिमाणं वा मध्यमपरिमाणं वा इति एतादृशचिन्तनम् अपि च कालम् अधिकृत्य तस्य नित्यत्वं वा अनित्यत्वं वा इति एतादृशविषयान् अस्माभिः अवगतम् इदानीं क्रमप्राप्तम् अस्ति गुणनिरूपणं द्रव्याणां निरूपणं सम्पूर्णतया अस्माभिः कृतं तत्र पुनस्मारणत्वेन प्रश्नाः कृत्वा प्रश्नान् कृत्वा तस्य तेषां उत्तरमपि उक्त्वा पुनस्मारणमपि अस्माभिः कृतम् इत्यतः इदानीं तत्र गुणनिरूपणम् इत्यस्मिन् अवसरे वयं स्मः तत्र चतुर्विंशतिगुणाः सन्ति इति उद्देशग्रन्थे अस्माभिः अधीतम् अद्य आरभ्य वयं किं कुर्मः यथा द्रव्याणां विषये अस्माभिः कृतं तथा अत्रापि प्रत्येकं गुणं स्वीकृत्य रूपादिगुणं स्वीकृत्य तस्य लक्षणवाक्यम् उक्त्वा तत्र दलसार्थक्यमपि कृत्वा तेषाम् अवगमनम् अस्माभिः क्रियते अस्तु इदानीं द्विसप्ततिः तमपुटे वयं स्मः तत्र शिवराममहोदय भवान् आरब्धुमिच्छति वा आं महोदय अहं पठामि वा हा पठतु एतावता ग्रन्थेन नवद्रव्याणि निरूपितानि सम्प्रति क्रमप्राप्ते गुणनिरूपणे आदिमं रूपं लक्षणविभागाभ्याम् आह चक्षुमात्रग्राह्यो गुणः रूपं तच्च शुक्लनीलपीतरक्तहरित कपीशचित्रभेदात् सप्तविधं पृथिवीजलतेजोवृत्ति तत्र पृथिव्यां सप्तविधम् अभास्वरशुक्लं जले भास्वरशुक्लं तेजसि तावत् अधुना गुणनिरूपणस्य आरम्भः भवति अत्र गुणनिरूपणे प्रथमः गुणः अस्ति रूपं तर्हि तस्य लक्षणवाक्यम् अस्ति चक्षुमात्रग्राह्यो गुणः रूपम् रूपम् इति लक्ष्यं तस्य लक्षणमस्ति चक्षुमात्रग्राह्यः समीचीनमस्ति वदतु तच्च शुक्ल नील पीत रक्त हरित कपिश चित्र भेदात् सप्तविधम्। रूपस्य तत्र सप्त वर्णाः नाम आङ्ग्लभाषायां कलर् इति वदामः इति पद्धत्या दत्तमस्ति। रूपं रूपं कुत्र दृश्यते नाम पृथ्वी जल तेजोवृत्ति, पृथिव्यां जले तथा तेजसि रूपं दृश्यते। पृथिव्यां सप्तविधं सप्तप्रकारेण पृथिव्याम् अभास्वर शुक्लं जले, भास्वर शुक्लं तेजसि। तत्र वृत्ति पृथिवी जल तेजो वृत्ति, वृत्ति इत्युक्ते किम्? वृत्ति नाम धर्मः अस्ति न वृत्ति अस्माकम् आरम्भे अधीतं तत्र आधेयः इति वदामः किल, आधेयः वृत्ति नाम आमां पृथ्वी जल तथा तेजः आधेयः रूपस्य आधेयता वृत्ति नाम तत्र आधेयता वर्तते, रूपस्य आधेयता पृथ्वी जल तथा तेज मध्ये अस्ति। पृथिव्यां जले तेजसि तत्र वर्णः आधेयरूपेण वर्तते इति कृत्वा पृथिवी जल तेजो वृत्तिः वृत्ति इति दत्तम्। तत्र चक्षुर्मात्रग्राह्यो गुणः रूपम् इति लक्षणवाक्यमस्ति किल, तस्मिन् विषये किञ्चिदिव इतोपि विश्लेषणं करोति वा? चक्षुः इति इन्द्रियम् अस्ति, अत्र गुण रूपम् इति गुणः केवल चक्षु इन्द्रियेण एव वयं रूपम् इति गुणः केवल चक्षु इति इन्द्रियेण एव गृह्यते। अत्र तस्य रूप इति गुणस्य ग्रहणं केवल चक्षु इन्द्रियेण भवति, न अन्य इन्द्रियेण भवति। तत्र मात्र पदं तत्र योजितम् अस्ति, वयं पठितवती किल प्रतिगृह्य प्रतिनियतग्राह्या प्रतिनियतग्राह्या इति एकस्य इन्द्रियेण एकः एव ग्रहणं भवति इति महोदय। आमां सत्यं यद् भवत्या उक्तं तदपि सत्यम्, अपि च शिवराममहोदयेन उक्तं तदपि सत्यं। शिवराममहोदय, अस्मिन् लक्षणवाक्ये कति दलानि सन्ति इति भाति? अत्र एकः एव एकमेव दलमस्ति, चक्षुमात्र ग्राह्यो। अन्येषां चिन्तनं किम्? एकमेव दलमस्ति वा नो चेत् गुणः अपि अस्ति? गुणः तु दलत्रयं मम मनसि। ते के इति वदति वा, तानि कानि इति वदति वा? चक्षुर्मात्र एकं दलं, ग्राह्यः द्वितीयदलं, गुणः तृतीयदलम् इति मम चिन्तनम्। चक्षुर्मात्र इत्युक्ते किं? चक्षुर्मात्र इति एव एकं दलं भवितुम् अर्हति वा? चक्षुर्मात्र इति वदामश्चेत् तत्र चक्षुः एव इति भवति, रूपम् इत्युक्ते चक्षुः एव किन्तु अहम् एवं चिन्तयामि चक्षुर् एव एकं दलं, ग्राह्यः यदि चक्षुः एव दलम् इति भवती वदति चेत् तत्र रूपम् इदानीम् इन्द्रियं भवति किल, चक्षुः इत्युक्ते इन्द्रियम्, एकविध इन्द्रियमस्ति चक्षुः इति कृत्वा चक्षुरेव रूपम् इति वदति चेत् इदानीं रूपम् इन्द्रियं भवति, किन्तु तद् लक्षणं न भवितुम् अर्हति किल? सत्यमतः गुणः पदः अस्ति तत्र, इन्द्रिये अतिव्याप्तिर्न भवेत् इत्यतः गुणम् इति पदं न योजितम्। अस्तु अग्रे गत्वा इतोपि वदतु। चक्षुर्ग्राह्यः एकदलं, चक्षुः एव ग्राह्यं द्वितीयम् अनन्तरं चक्षुर्न ग्राह्यः इति तृतीयदलं प्रथमं चक्षुषा प्रत्यक्षं रूपं भवति अनन्तरं ग्राणेन्द्रियप्रत्यक्षं भवति अनन्तरं रूपं गुणः सति रूपे गुणत्वम् अस्ति इति त्रीणि दलानि तत्र सन्ति समीचीनं तत्र चक्षुर्ग्राह्यम् इति एकं दलं चक्षुर्मात्रग्राह्यम् इति द्वितीयं दलम् अपि च गुणः इति तृतीयं दलम् अस्तु पश्येम तस्मिन् विषये एव पाठः अग्रे प्रचलति इति कृत्वा तत्र शुक्लनीलपीतरक्तहरितकपिशचित्रभेदात् सप्तविधम् इति दत्तं तत्र शिवराममहोदय भवान् तु जानाति एव तत्र केवलं सप्तवर्णाः एव सन्ति इति न किल इतोपि अधिकाः वर्णाः वर्तन्ते एव सन्ति आमां किन्तु अत्र सप्तविधम् इति एव दत्तं तस्मिन् विषये भवतः चिन्तनं किम् मूलवर्णः अस्ति न मूलवर्णः अस्ति एतेषां वर्णानाम् उपयोगं कृत्वा कृत्वा एव अन्येषां वर्णानां तत्र निर्माणं भवति हा इति अपि चिन्तयितुं शक्यते किन्तु मूलवर्णम् इति स्वीकुर्मश्चेत् तत्र वयं जानीमः आर् जि बि इति एव मूलवर्णाः सन्ति किल इत्युक्ते तत्र रक्तः हरितः अपि च नीलः यदि मूलवर्णं मूलवर्णाः निर्देष्टव्याः इति तेषां मनसि आसीत् चेत् तर्हि वर्णत्रयमेव पर्याप्तं भवति तथापि अत्र सप्तविधाः दत्तमस्ति किमर्थम् इत्युक्ते केवलम् उपलक्षणत्वेन यथा कर्म इत्यस्मिन् तत्र उत्क्षेपण अपक्षेपण आकुञ्चन सम्प्रसारण इति उदाहरणत्वेन तत्र पञ्चक्रियाणि उक्तानि सन्ति क्रियाः उक्ताः सन्ति तादृशम् अत्रापि केवलं सप्तविधम् इति उपलक्षणत्वेन उक्तं तावदेव अस्तु अपि च अत्र शुक्ल इति वर्णस्य त्रैविध्यं दत्तम् इदानीं पृथिव्यां कीदृशशुक्लवर्णमस्ति पृथिव्यां भास्वरशुक्लम् अभास्वशुक्लं विहाय सर्वाणि वर्णानि इत्युक्ते विहाय अन्य पृथिव्यां वर्तते इति वक्तव्यं शुक्लमस्ति अपि च भास्वरमस्ति तत्तु तेजसी भवति यत् शुक्लमस्ति अपि च अभास्वरमस्ति तत् जले भवति तन्विहाय सामान्यशुक्लवर्णं यदस्ति इदानीं पटे शुक्लवर्णं दृश्यते चेत् तादृशशुक्लवर्णं तु पृथिव्यां भवति इति अत्र उक्तम् अस्तु समीचीनम् अग्रे इदानीं सीमा भगिनी पठति वा धन्यवादः महोदय इह सम्प्रदाय तावत् तत्पर्यन्तं ततः आरभ्य एकनिमिषं तस्मात् पूर्वम् एकनिमिषं क्षम्यताम् उमा भगिनी भवत्याः मेल् मया प्रेषितं भवती कृपया पश्यतु तत्र उद्घाटितवती पुटक्रमाङ्कः 72 न सत्यं सत्यं ओके उद्घाटितवती अस्तु समीचीनम् धन्यवादः अस्तु अग्रे पठतु भगिनी इह सम्प्रदाये मात्रपदस्य इतरयोगः व्यवच्छेदः च अर्थः तस्मिन् च तत्तत् पदार्थ अन्वयः इत्यादि शाब्दबोधरीतिम् अनुसृत्य अर्थवर्णनं कुर्वन्ति परन्तु ग्रहण क्लेशपरिजिहेषुणा मया न एतत् उच्यते इति अन्येभ्यः तत्परग्रन्थेभ्यः अवगन्तव्यम्। एतद् लक्षणनिरूपणप्रकारः च अस्मत्सम्मतः इत्थम्। अत्र बहु किमपि अस्ति, भवती प्रयत्नं करोतु यावत् अवगच्छति। ओके, अत्र व्यवच्छेदः इत्युक्ते अवच्छेदः न, व्यवच्छेदः व्यवच्छेदः इत्युक्ते भेदः इति। प्रत्येकं पदं दृष्ट्वा तत्र ई सम्प्रदाये, इह सम्प्रदाये, सम्प्रदाये इत्युक्ते किम्? इह सम्प्रदाय इत्युक्ते परम्परायाम्, इह परम्परायां हा इत्युक्ते नैयायिकानां मतानुसारम् इति। अत्र अत्र तु इदानीं न्यायसम्प्रदायमेव वयं पठन् सन्ति किल, अतः सम्प्रदाये इत्युक्ते न्यायशास्त्रे। हा, मात्रपदस्य इतरयोगः, मात्रपदस्य षष्टि अस्ति, मात्रपदस्य इतरयोगः, इतरयोगः इत्युक्ते इतर अन्यः अस्ति, योगः सत्यं, योगः अस्ति सम्बन्धः, सम्बन्धः योगः इत्युक्ते सम्बन्धः, अतः इतरयोगः इत्युक्ते अन्यस्य सम्बन्धः, अन्यस्य सम्बन्धः, व्यवच्छेदः च अर्थः। अस्तु, मात्रपदस्य अन्य अर्थः अस्ति भेदः इति इति अस्ति अत्र न वा? हा, व्यवच्छेदः इत्युक्ते भेदः इति अस्ति। मात्रपदस्य सम्बन्धः अस्ति न, मात्रपदस्य अर्थः भेदः अस्ति, भेदः न, अत्र मात्रपदस्य इतरयोगः व्यवच्छेदः च अर्थः इत्युक्ते तत्र अन्येषाम् अन्येषु सम्बन्धस्य भेदः कृतः वर्तते मातृपदेन इति बोधः अत्र। अस्तु अस्तु, अत्र चकारः अस्ति अतः मात्रपदस्य सम्बन्धः अपि भेदः अर्थः भवितुम् अर्हति एवम् इति, एतादृश अर्थाः भवितुम् अर्हन्ति इति सत्यम्। तस्मिन् च तत्तत् पदार्थान्वयः इति इत्यादि शाब्दबोधरीतिम् अनुसृत्य अर्थवर्णनं कुर्वन्ति। अस्तु, तस्मिन् च, तस्मिन् इत्युक्ते सम्प्रदाय, सत्यं, तस्मिन् सम्प्रदाये, तस्मिन् सम्प्रदाये तत्तत् पदार्थ अन्वयः इत्युक्ते मातृपदस्य पदार्थेन सह अन्वय इति शाब्दबोधरीतिम् अनुसृत्य अर्थवर्णनं कुर्वन्ति। शाब्दबोधरीतिम् अनुसृत्य काचित् रीतिः अस्ति शाब्दबोधाय, ताम् अनुसृत्य अर्थवर्णनं कुर्वन्ति सम्प्रदाय, किन्तु मम मनसि अर्थबोधः न अभवत्। अस्तु, तत्र भवती अग्रे अपि किञ्चिदिव वदतु, तदनन्तरं सम्पूर्णरीत्या अहं वदामि। परन्तु ग्रहणक्लेशपरिजिहेषुणा मया इत्युक्ते तस्मिन् वर्णने किञ्चित् क्लेशः भवति ज्ञानाय, अतः तत् जिहेषुणा इत्युक्ते जिहास् तायाः इच्छा अस्ति आचार्य, अतः न एतद् उच्यते आचार्येण, तद्रीत्या न उच्यते इति अन्येभ्यः तत्परग्रन्थेभ्यः अवगन्तव्यम्। इति अवगन्तव्यं कैः? अन्येभ्यः तत्परग्रन्थेभ्यः इत्युक्ते ग्रन्थेषु तत्परता भवति येषां, तैः न जाने न, अत्र ग्रन्थेभ्यः इति पञ्चमी अस्ति, अन्येभ्यः ग्रन्थेभ्यः अवगन्तव्यम्। अस्मिन् ग्रन्थे, विद्याधरी इति ग्रन्थे, किञ्चित् भिन्नरीत्या एतस्य विश्लेषणं कृतं मातृपदस्य अन्येभ्यः ग्रन्थेभ्यः एतत् अत्र भेदः वर्तते इति अवगन्तव्यम् अन्यैः एतत् लक्षणनिरूपणप्रकारः च अस्मत्सम्मतः इत्थं या रीतिः आचार्यैः अनुसृयते सा रीतिः अपि सम्मता अस्ति सा लक्षणनिरूपणप्रकार अस्ति अस्तु अत्र समीचीनं भगिनि किञ्चित् अहं किञ्चिदेव वदामि अत्र बहु किमपि अस्ति इह सम्प्रदाये इत्युक्ते न्यायशास्त्रे मात्रप्रदस्य इतरयोगः व्यवच्छेदश्च अर्थः भवति इतरयोगः इत्युक्ते अन्यस्य सम्बन्धः व्यवच्छेदः इत्युक्ते भेदः इति एतादृश अर्थाः भवन्ति मातृपदस्य अस्तु तस्मिन् च तत्तत् पदार्थ अन्वयः इत्यादि शाब्दबोधिरीतिम् अनुसृत्य अर्थवर्णनं अर्थवर्णनं कुर्वन्ति इति तत्र अन्वयः इत्युक्ते वाक्यस्य आकृतिं दृष्ट्वा कथम् अर्थबोधः जायते तत्र वाक्यस्य आकृतिं तत्र यदा इदानीं श्लोकं पठेमश्चेत् तत्र वाक्यरूपेण न भवति तत्र श्लोके छन्दस् भवेत् इत्यतः तत्र इतस्ततः भवति किन्तु श्लोकस्य अन्वयं कृत्वा वयं श्लोकस्य अवगमनं कुर्मः तदेव अन्वयः इति अस्ति तत्र तत्तत् पदार्थ अन्वयः इत्युक्ते प्रत्येकं वाक्ये इदानीं रामः वनं गच्छति इति वाक्यं स्वीकुर्मः तत्र इदानीं रामः इति कर्ता वनम् इति कर्म कर्मपदमस्ति गच्छति इति क्रियापदमस्ति इदानीं न्यायशैल्यां रामः वनं गच्छति इति सामान्यवाक्यस्य न्यायशैल्यां वक्तव्यं चेत् कथं वा ते वदन्ति इति चेत् वननिष्ठकर्मतानिरूपित गमनक्रियाकृतिमान् रामः वननिष्ठकर्मता वनम् इति पदे कर्मता वर्तते वनमेव कर्मपदमस्ति किल अस्मिन् वाक्ये रामः वनं गच्छति इत्यस्मिन् वाक्ये वनम् इति कर्मपदमस्ति इति कृत्वा वनम् इति पदे कर्मता अस्ति इति तादृशधर्मः अस्ति कर्मता इति धर्मः अस्ति वननिष्ठकर्मतानिरूपित गमनक्रियाकृतिमान् रामः इति एतादृशं ते वदन्ति अपि च अन्येषु पुस्तकेषु ग्रन्थेषु न्यायग्रन्थेषु एतादृशविश्लेषणं भवति इदानीं रामः वनं गच्छति इत्यस्मिन् स्थाने वननिष्ठकर्मतानिरूपितगमनक्रियाकृतिमान् रामः इति वदति चेत् सर्वेषां क्लेशः निश्चयेन भवति इत्यतः अस्मिन् पुस्तके तादृशशैलीं त्यक्त्वा भिन्नशैलीम् आदृतः वर्तते ग्रन्थकारैः इति अत्र उक्तं तत्र इत्यादि शाब्दबोधरीतिम् अनुसृत्य अर्थवर्णनं कुर्वन्ति शाब्दः इत्युक्ते वाक्यजन्यज्ञानम् इति शाब्दम् इत्युक्ते वाक्यजन्यज्ञानम् शाब्दबोधरीतिम् अनुसृत्य एव मातृपदस्य वर्णनं अन्येषु ग्रन्थेषु कृतं वर्तते तथापि परन्तु ग्रहणक्लेशपरिजिहीर्षुणा मया तत्र यथा सीमा भगिन्या उक्तं तत्र जिगीर्षुणा इति सन्प्रत्ययान्तपदमस्ति परिहर्तुम् इच्छुः अस्ति एषः ग्रन्थकारः ग्रहणक्लेशः मा भूत् इत्यतः न एतद् उच्यते इति अन्येभ्यः तत्परग्रन्थेभ्यः इत्युक्ते तत्पर इत्युक्ते तत्तत् पदार्थ अन्वयः इति तादृश तत्र शाब्दबोधः तत्तत् तत्परग्रन्थेभ्यः इत्युक्ते शाब्दबोधग्रन्थेभ्यः मम शैली तत्र भिन्नः वर्तते इति सर्वैः अवगन्तव्यम् एतल्लक्षणनिरूपणप्रकारश्च अस्मत्सम्मतः इति इत्थं तावद्वदामश्चेत् तत्र पर्याप्तं। तत्र इत्युक्ते यत् शैली आचार्येण ग्रन्थकारेण स्वीकृतमस्ति तस्य तृप्तिः अस्ति। तत्र तावद्वदामश्चेत् एतादृशवदनेन निश्चयेन सर्वेषाम् अर्थबोधः जायते, अपि च ग्रहणक्लेशः न भवति इति एतदेव अहं स्वीकृत्य अग्रे वदामि। यत्र यत्र मातृपदं केवलम् अस्मिन् वाक्ये, अस्मिन् लक्षणवाक्ये, रूपस्य लक्षणवाक्ये एव मातृपदं योजितम् इति न, किन्तु अन्येषु लक्षणेषु अपि तत्र मातृपदस्य योजनम् अस्ति इत्यतः एतदेव शैलीम् आधृत्य सः वदति इति अत्र दत्तमस्ति। आहत्य अत्र आचार्यः किं वदति इति चेत् मम शैली किञ्चित् भिन्नमस्ति इति तावदेव वदति। समीचीनं। मातृपदं तु मूलग्रन्थे अस्ति। सत्यं। तस्य कृते आचार्येण किमपि न कृतं, किमर्थं मातृपदेन मातृपदस्य इतरयोगः व्यवच्छेदः च अर्थः, तस्य तात्पर्यः कथं? अत्र मातृपदस्य न्यायशास्त्रे मातृपदस्य के अर्थाः भवितुम् अर्हन्ति इति चेत् इतरयोगः इति एकः अर्थः भवितुमर्हति, अन्यस्य सम्बन्धः इति अपि मातृपदस्य अर्थः भवितुमर्हति, व्यवच्छेदः इत्युक्ते भेदः अपि अर्थः भवितुमर्हति इति एतादृश अर्थाः कल्पिताः वर्तन्ते मातृपदस्य न्यायशास्त्रे इति अत्र उक्तम्। किन्तु तस्य अर्थेन सह शैल्याः अर्थः कथं गच्छति न जाने। अत्र उपोद्घातरूपेण इतरयोगः व्यवच्छेदस्य अर्थः मातृपदस्य उक्तमस्ति न्यायशास्त्रे इति दत्तं। तत्र शैली अग्रिमवाक्ये एव तस्मिन् च तत्तत् पदार्थ अन्वयः इत्यादि शाब्दबोधरीतिम् अनुसृत्य, इत्युक्ते रामः वनं गच्छति इति अस्मिन् वाक्ये त्रीणि पदानि सन्ति, तत् स्वीकृत्य वननिष्ठ कर्मता निरूपित गमनक्रियानिष्ठ कृतिमान् रामः इति प्रत्येकं पदं स्वीकृत्य प्रत्येकं पदे कीदृशधर्माः वर्तन्ते इति उक्त्वा तस्य अन्वयः अपि च शाब्दबोधः कुर्वन्ति नैयायिकाः। किन्तु तादृशशैलीम् अनुसृत्य एतस्य ग्रन्थस्य आचार्यः अपि वदति चेत् तत्र ग्रहणक्लेशः भवति इत्यतः ग्रहणक्लेशः मा भूत् इति तस्य इच्छा अस्ति इति कृत्वा तत्र अन्येभ्यः तत्परग्रन्थेभ्यः मम शैली भिन्ना इति सर्वैः अवगन्तव्यम् इति अत्र दत्तम्। प्रश्नः अस्ति वा इतोपि? नास्ति महोदय, इतोपि किञ्चित् अवगमने क्लेशः अस्ति, किन्तु मास्तु, अग्रे गत्वा अस्तु। अस्तु, समीचीनं। इदानीम् अग्रे विधि भगिनी पठति वा? केवलं पठामि चक्षुरेव चक्षुमात्रम् इति भवेत् विग्रहः ग्राह्यम् इति पते च ग्रहधातुर्वर्तते ण्यत् प्रत्ययश्च धातोः प्रत्यक्षम् अर्थः ण्यक् प्रत्ययस्य कर्मत्वम् अर्थः प्रत्यक्षकर्मत्वं च विषयत्वरूपम् इति वक्ष्यमाणत्वात् ग्राह्यपदेन प्रत्यक्षविषयत्वं लब्धं तच्च रूपनिष्ठं चक्षुषा एव ग्राह्यम् इति वर्णने तृतीया वर्तते तया तृतीयया करणत्वं साधनत्वम् अवगम्यते तच्च चक्षुर्निष्ठप्रत्यक्षनिरूपितं तथा च एवं भवेत् स्थितिः प्रयत्नम् तत्र प्रत्ययानां विषये ज्ञानमस्ति वा भवत्याः न न्यप्रत्ययं न अवगतं महोदय किन्तु इण् इत् प्रयत्नं लोपः भवति चक्षुषेव चक्षुमात्रम् इति भवेत् विग्रह ग्राह्यम् इति पते च ग्राह इति धातु वर्तते ण्यप्रत्यययोजनेन इण् इत् लोपः भवति तदनन्तरं य अविशिष्टं ग्राह्ययोजनेन य ग्राह्य इति रूपं निष्ठं रूपम् अन्य अन्तिमरूपं भवति ग्राह्य तत्र नकारः इत् अस्ति तस्य लोपः भवति इति कृत्वा हलन्ति यत्र यत्र नकारः इत् अस्ति तत्र वृद्धिः आदिष्टः भवति अतः एव तत्र ग्रा इति दीर्घद्वं प्राप्नोति ग्रह् इति धातुः तत्र ग्रह् योगः ण्यत् इत्यनेन तत्र ग्रा इति कथं जायेत इति चेत् तत्र वृद्धिः भवति वृद्धिः इत्युक्ते दीर्घ आकारः भवति अतः ग्राह्य इति पदं लब्धम् अग्रे धातोः प्रत्यक्षम् अर्थः प्रत्यक्षम् इत्युक्ते इन्द्रियजन्यं ज्ञानम् इति दत्तम् अतः दत्तम् इन्द्रियजन्यं ज्ञानं प्रत्यक्षं ण्यप्रत्ययस्य कर्मत्व अर्थः ण्यप्रत्यय इत्युक्ते कर्मत्वं बोधयति प्रत्यक्षकर्मत्वं च विषयत्वरूपम् इति वक्ष्यमाणत्वम् अग्रे पश्यामः प्रत्यक्षकर्मत्वम् इति किम् इति विषयत्वरूपम् इति अग्रे पश्यामः प्रत्यक्षकर्मत्वं च विषयत्वरूपम् इति इत्युक्ते प्रत्यक्षम् इत्युक्ते विषयत्वरूपं वा महोदय अत्र प्रत्यक्षकर्मत्वम् इति भवती जानाति किल तस्य अर्थः अस्तु इदानीं रामः गजं पश्यति इति वाक्यं स्वीकुर्मः रामः गजं पश्यति कः पश्यति रामः गजं रामः पश्यति रामः पश्यति रामः एव कर्ता अस्मिन् वाक्ये कर्मपदं किम् गजं गजः हा गजः गजः नो चेत् गजम् इत्येव कर्मपदमस्ति अस्मिन् वाक्ये इदानीम् अयं गजः तत्र रामः गजं पश्यति इति अनेन तत्र रामस्य आत्मनि अयं गजः इति ज्ञानम् उत्पन्नमस्ति किल ज्ञानस्य उत्पत्तिः भवति रामस्य आत्मनि इदानीं यत्र यत्र ज्ञानं भवति एकनिमिषं यत्र यत्र ज्ञानं भवति तत्र विषयत्वं भवति किल विषयता अपि च विषयत्वं समानार्थकमस्ति विषयता इति तत्र तसिल् इति प्रत्ययः त्वप्रत्ययः विषयत्वम् इत्यत्र त्वप्रत्ययः अतः विषयत्वं प्रत्यक्षकर्मत्वं च विषयत्वरूपम् इत्युक्ते अयं गजः इत्यस्मिन् ज्ञाने तत्र ज्ञानं गजः इत्यस्मिन् विषये विषयतासम्बन्धेन वर्तते इति वयं जानीमः किल एवमेव अत्र ग्रहणं ग्राह्यः इति पदं तत्र चक्षुर्मात्रग्राह्यः इति पदमस्ति लक्षणवाक्ये. ग्राह्यः इति कीदृशपदम् अस्ति चेत् प्रत्यक्षकर्मत्वं, यत्र कर्मत्वं विद्यते तत्र विषयत्वमपि भवेत्. इदानीं प्रत्यक्षम् इति ज्ञानम् इति कृत्वा तादृशज्ञानं विषये विषयतासम्बन्धेन वर्तते इति अस्माभिः अधीतम्. अतः अत्र दत्तमस्ति प्रत्यक्षकर्मत्वं च विषयत्वरूपम् इति वक्ष्यमाणत्वात्. तत्र इद अग्रे दत्तमस्ति किन्तु वयं जानीमः एव. इदानीम् अग्रे वदतु. ग्राह्यपदेन, ग्राह्यपदेन प्रत्यक्षविषयत्वं लब्धं तच्च. इदानीं भवान् वदति किल प्रत्यक्षकर्मत्वम् इत्युक्ते प्रत्यक्षविषयत्वम् इति ज्ञानं भवति विषयतासम्बन्धेन. तच्च रूपनिष्ठं, अयं गजः, अयं गजः इत्यस्मिन् ज्ञाने प्रत्यक्षविषयत्वं गजे वर्तते. इदानीं एषः घटः नीलवर्णः, एषः नीलवर्णः, अयं नीलवर्णः इत्यस्मिन् ज्ञाने विषयत्वं कुत्र वर्तते? नीलवर्णे वर्तते. हा, अतः तदेव उक्तम् अत्र रूपनिष्ठप्रत्यक्षविषयत्वम् इति अस्ति. नीलवर्णज्ञानम् उत्पद्यते. हा, अतः ज्ञानं रूपवर्णे निष्ठमस्ति. चक्षुषा एव ग्राह्यम् इति वर्णने तृतीया वर्तते. चक्षुषा इति तृतीया विभक्ति किल, तदेव दत्तं. ग्राह्यम् इति वर्णने तृतीया वर्तते. तया तृतीयया करणत्वं साधनत्वम् अवगम्यते. तृतीया विभक्तियोजनेन करणकार्यं करणत्वं करणत्वम् अस्ति इति चेत् तृतीया विभक्ति प्रयुक्तम्. अथवा साधनत्वं करणत्वं साधनत्वम् इति तृतीया विभक्त्या अवगमनं भवति. इत्युक्ते तत्र चक्षुर्ग्राह्यः, चक्षुर्ग्राह्यः इति समस्तपदमस्ति. तस्य विग्रहवाक्यं किं भवति? चक्षुषा ग्राह्यं, नो चेत् चक्षुर्मात्रग्राह्यम् इति समस्तपदं स्वीकुर्मश्चेत् चक्षुर्मात्रग्राह्यः इति समस्तपदं स्वीकुर्मश्चेत् चक्षुषा एव ग्राह्यम् इति विग्रहवाक्यं भवति किल. तत्र चक्षुषा इति तृतीया तृतीयया उक्तम् इति कृत्वा तत्र करणत्वं द्योतते. करणत्वम् इत्युक्ते साधनत्वं द्योतते. तत्र साधनं भवति इन्द्र, चक्षुः साधनं भवति. रूपनिष्ठप्रत्यक्षविषयज्ञानार्थम् अत्र चक्षुः साधनं भवति इति अवगम्यते अस्माभिः. अग्रे तच्च चक्षुनिष्ठं प्रत्यक्षनिरूपितं, चक्षुनिष्ठं प्रत्यक्षनिरूपितं तथा च एवं भवेत् स्थितिः. इदानीम् अत्र चित्रमस्ति किल, चक्षुनिष्ठ जनकता निरूपित जन्यताश्रय प्रत्यक्ष प्रत्यक्षं निष्ठ. महोदय अवच्छेदकपदम् इति न अवच्छेदकं किल, यत्र आगच्छति यत्र धर्मः उक्तः भवति, धर्मः वर्तते. चक्षुनिष्ठ जनकतानिरूपित जन्यताश्रय प्रत्यक्षनिष्ठ विषयतानिरूपित विषयितानिरूपित विषयताश्रय रूपम्. विषयताश्रयस्य लक्षणम् इति रूपस्य लक्षणमस्ति. किन्तु इदानीम् अस्मिन्नेव यद् इदानीं चित्रेण निरूपितमस्ति तत् सामान्यवाक्येन वदति चेत् किं भवति? विजि भगिनी वदतु. महोदय चक्षुषा प्रत्यक्षं रूपम् हा इत्युक्ते चक्षुर्ग्राह्यं रूपं प्रत्यक्षम् इत्युक्ते ग्राह्यम् इति वदामश्चेत् चक्षुर्ग्राह्यं रूपम् इति एव अत्र निरूपितं किन्तु लक्षणवाक्यं किं चक्षुर्मात्रग्राह्यो गुणः रूपम् इति अस्ति किन्तु अत्र चित्रपटे किं किं दत्तम् इति चेत् चक्षुर्ग्राह्यं रूपम् इत्युक्ते अस्मिन् चित्रपदे मात्रपदमपि त्यक्तं गुणपदमपि त्यक्तम् इति मनसि भवेत् तत्र अवगमनार्थं मया उक्तं तावदेव अत्र सामान्य बहु सामान्य दोषपूर्णवाक्यम् अत्र निरूपितमस्ति चक्षुर्ग्राह्यं रूपम् इति तावदेव वदामश्चेत् तत्र अतिव्याप्तिः भवति भवतु समीचीनं धन्यवादः अस्तु इदानीं तत्र श्रीराममहोदय भवान् पठति वा पठामि महोदय एव कारार्थकमात्रपदश्रवणम् अपि प्रकृते वर्तते तत्र लोके एव कारार्थक एव तत्र एतादृशम् एव कारार्थकमात्रपदश्रवणमपि प्रकृते एव कारार्थकमात्रपदश्रवणमपि प्रकृते वर्तते तत्र लोके चैत्र एव आयाति इत्युक्तौ यथा चैत्रागमनं प्रतीयते तथैव चैत्रभिन्नः यः तस्य अनागमनम् अपि तथैव प्रकृते अपि चक्षुषा एव ग्राह्यम् इत्युक्तौ यथा चक्षुषा ग्राह्यत्वं बोध्यते तथैव तद् इतर अग्राह्यत्वम् अपि तथा च चक्षुर् इतराणि यानि ग्राणानीन्द्रियाणि तैः रूपस्य प्रत्यक्षं न भवति अथवा तैः जायमानं यत् प्रत्यक्षं तस्य विषयः रूपं न भवति इति अर्थः फलति अतः इति अस्ति इदानीम् एव पदं तत्र चक्षुर्मात्रा ग्राह्यो गुणो रूपम् इति अस्ति तत्र चक्षुरेव चक्षुमात्रम् इत्युक्ते चक्षुरेव एवकारार्थकमात्रपदश्रवणम् अपि प्रकृते वर्तते प्रकृतलक्षणे मात्र इति पदं वर्तते तत्र लोके इदानीं चैत्रः एव किमपि वस्तु चैत्रः चैत्र एव आयाति चैत्र एव आगच्छति तत्र रामः अथवा चैत्रः आगच्छति चेत् वयं वदामः चैत्र एव आगच्छति तत्र न केवलं चैत्रस्य आगमनं सूचितं तत्र अन्येषाम् आगमनमपि अनागमनम् अपि सूचितमस्ति तस्मिन् वाक्ये चैत्रे तथैव प्रकृते अपि चक्षुषा एव ग्राह्यम् इत्युक्तौ यथा चक्षुषा ग्राह्यत्वं बोध्यते तथैव तद् इतर अग्राह्यत्वम् अपि तत्र चक्षुषा एव ग्राह्यत्वं रूपस्य ग्रहणं चक्षुषा एव भवति इत्युक्तौ चक्षुषा ग्राह्यत्वं भवति ग्रहणं ग्राह्यं ग्राह्यत्वं चक्षुषा ग्राह्यत्वं चक्षुषा एव ग्राह्यत्वं भवति महोदय रूपस्य ग्राह्यत्वं भवति तथैव तद् इतर अग्राह्यत्वम् अपि रूपस्य अन्यैः इन्द्रियैः अग्राह्यत्वं वा? हा सत्यं, चक्षुरिन्द्रियग्राह्यत्वे सति चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वम्, अग्रत्वं तथा च द्वयमपि बोधितमस्ति अत्र, बोधितमस्ति चक्षुषा एव इति वदनेन, तथा च चक्षुर् इतराणि यानि ग्राणादीनि इन्द्रियाणि, ग्राणस्पर्श किं त्वक् ग्राण त्वक् रसन श्रवण इन्द्रिय इन्द्रियैः प्रत्यक्ष श्रोत्रेन्द्रियै प्रत्यक्षं न भवति अथवा तैः गायं रूपप्रत्यक्षं न भवति, सत्यं रूप इति गुणस्य प्रत्यक्षं न भवति अथवा तैः जायमानं यत् प्रत्यक्षं तस्य विषयः रूपं न भवति इति अर्थः. यदा केनापि अन्य इन्द्रियेण प्रत्यक्षज्ञानं भवति तदा तत्र प्रत्यक्षज्ञानस्य विषयं रूपं न भवति इति अर्थः. सत्यम्, इत्युक्ते अत्र सारांशः किम् इति चेत् रामः आगच्छति इति तावदेव वदामश्चेत् केवलं रामः एव आगच्छति इति अर्थबोधः न जायते. प्रायः तत्र लक्ष्मणः अपि आगच्छति किन्तु रामः आगच्छति इति मया उक्तं, किन्तु रामः एव आगच्छति इति अहं वदामि चेत् तत्र केवलं रामः एव आगच्छति, अन्ये कोऽपि न केनापि न आगच्छन्ति इति, अन्ये केऽपि न आगच्छन्ति इति अपि मया उक्तं भवति. एवमेव तत्र केवलं चक्षुर्ग्राह्यं चक्षुर्ग्राह्यः गुणः रूपम् इति तावदेव वदामश्चेत् निश्चयेन चक्षुषा रूपं गृह्यते, किन्तु अन्येन इन्द्रियेणापि अन्यैः इन्द्रियैः अपि न गृह्यन्ते इति अर्थबोधः न जायते. प्रतिनियतग्राह्यः इति अर्थबोधः न जायते तत्र, किन्तु तत्र मात्रपदस्य योजनेन अन्यैः इन्द्रियैः रूपस्य ग्रहणं निवारितं भवति इति अत्र उक्तम्. अस्तु, अत्र चित्रपटं निरूपयतु. तत्र ग्राणादि सामान्यवाक्यं वदामश्चेत् ग्राणादि इन्द्रियैः रूपप्रत्यक्षं न भवति, ग्राण इन्द्रियेण गन्धप्रत्यक्षं भवति, तद् सत्यं. तत्र ग्राणादि ग्राणादि इन्द्रियाणि निष्ठ वा ग्राणादि इन्द्रिया ग्राणादि इन्द्रियनिष्ठजनकता निरूपितजन्यताश्रयप्रत्यक्षनिष्ठविषयता निरूपितविषय विषयिता निरूपितविषयता आश्रयः गन्धः समानरीत्या ग्राणादि इन्द्रियनिष्ठजनकता निरूपितजन्यता आश्रय प्रत्यक्षनिष्ठविषयिता निरूपितविषयता विषयता आश्रय अभावः तन्निरूनिष्ठ स्वरूपसम्बन्ध न न स्वरूपसम्बन्धः कुत्र वक्तव्यं, स्वरूपसम्बन्धः अभावरूपयोर्मध्ये हा इदानीं न स्वरूपसम्बन्धः कुत्र वदामः, यत्र अभावः तिष्ठति रूपे, न रूप अभावः विषयता आश्रयः रूप अभावः तावदेव वक्तव्यम्. इदानीं रूप अभावः कुत्र वर्तते इति चेत् तत् रूप अभावः प्रायः तत्र भूतले अपि भवितुमर्हति घटे अपि भवितुमर्हति इति तावत्पर्यन्तम् अस्माकम् आवश्यकता नास्ति किल. रूपाभावः घ्राणादिनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षनिष्ठविषयिता निरूपितविषयता आश्रयः रूपाभावः रूपाभावः इति तावद् वदामश्चेत् पर्याप्तं भवति. विषयता कुत्र वर्तते, घ्राणादि इन्द्रियेण तत्र तत्र घ्राणादि इति दत्तम् इति कृत्वा तत्र गन्धादिः इति प्रायः भवेत् इति अहं चिन्तयामि. आदिपदेन अन्यानि इन्द्रियाणि अपि उक्तानि इति कृत्वा तत्र केवलः गन्धः इति न वक्तव्यं, किन्तु अन्य गुणाः अपि तत्र वक्तव्यं भवति इति. भवतु यत्किमपि शब्द सत्यं योजयामः. हा तत्र विषयता गन्धे वर्तते, किन्तु विषयता रूपाभावे अपि वर्तते. समानसमये घ्राणेन्द्रियेण तत्र रूपं न गृह्यते इति कृत्वा किं गृह्यते इति चेत् रूपाभावः एव गृह्यते इति. यदा गन्धः गृह्यते तस्मिन् समये एव नास्ति खलु महोदय. अन्यस् यदा कश्चन कञ्चन गन्धं घ्राणेन्द्रेण गृह्यते, गन्धः घ्राणेन्द्रं गृह्यते तस्मिन् समये एव रूपस्य अभावः इति नास्ति खलु. रूपस्य अभावः अनुभवः कः? इदानीं भवान् गन्धं किमपि गृह्णाति चेत् तस्मिन् समये रूपाभावः अपि अस्ति इति ज्ञानम् उत्पद्यते वा? नास्ति किल? नास्ति. किन्तु अत्र किमर्थम् एतादृश चित्रं दत्तम् इति चेत् तत्र घ्राणादि इन्द्रियैः तत्र रूपं न गृह्यते इति बोधनार्थं तदेव तत् निरूपितं तावदेव. घ्राणादिनिष्ठजनकतानिरूपितजन्यताश्रय प्रत्यक्षनिष्ठविषयिता विषयिता निरूपित विषयिता आश्रयः रूपाभावः इति वक्तुं शक्यते. तदेव विषयता कुत्र वर्तते इति चेत् गन्धे वर्तते, किन्तु रूपाभावे अपि वर्तते. यदि तादृशम् इदानीं मम प्रश्नं किम् इति श्रुत्वा अत्र वाक्यनिर्माणं करणीयं. घ्राणेन रूपं गृह्यते वा इति मम प्रश्नः अस्ति चेत् तत्र विषयता रूपाभावे वर्तते, न ग्रहीतुं शक्यते इति भवान् वदति चेत् इदानीं विषयता कुत्र वर्तते? रूपाभावे वर्तते. गन्धं गृह्यते इति मम प्रश्नः अस्ति चेत् तस्मिन् तत्र विषयता कुत्र वर्तते चेत् गन्धे वर्तते इति भवति. विषयतायाः तदा तत्र अभाव या विषयता अभावे अस्ति सा विषयता भिन्ना अस्ति खलु महोदय. गन्धे या विषयता तयोः मध्ये भेदः वर्तते. सत्यं, ज्ञानस्य विषयं किम् इति अत्र चिन्तनीयं. रूपं रूपस्य अभावः प्रत्यक्षज्ञानस्य विषयं गन्धः. ज्ञानं गन्धे वर्तते विषयता सम्बन्धेन इति चेत् तत्र गन्धः एव ज्ञानस्य विषयः. ज्ञानस्य विषयः किन्तु ज्ञानस्य विषयता रूपाभावे वर्तते चेत् तत्र इदानीं विषयः ज्ञानस्य विषयः कः इति चेत् रूपाभावः एव विषयः. रूपाभावः एव विषयः. अस्तु, समीचीनम्. अग्रे बालसुब्रह्मण्य महोदय भवान् पठति वा? बालसुब्रह्मण्य महोदय न श्रूयते. इत्यर्थः सम्पन्नः एवं मूले चक्षुर्मात्रग्राह्यो गुणो रूपम् इति लक्षणवाक्यं. तत्र शरमं गुण इति पदं तदर्थस्यापि लक्षण अन्तर्भावः आवश्यकः. अन्यथा लक्ष्यमाणा अतिव्याप्तिः भवेत्. इत्यर्थः सम्पन्नः. इदानीम् अर्थं पश्यामः इति अर्थः वा? तत्र अर्थः इति तत्र चित्रपटे यद्दत्तमस्ति तादृश अर्थः सम्पन्नः. इत्युक्ते चक्षुर् मात्र ग्राह्यत्वे सति, चक्षुरिन्द्रियग्राह्यत्वे सति, चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वम् इति अर्थः सम्पन्नः. एवं मूले चक्षुर्मात्रग्राह्यो गुणो रूपम् इति लक्षणवाक्यम्. मूले एव चक्षुर्मात्रग्राह्यः अपि च गुणः रूपम् इति लक्षणवाक्यम् सत्यम्. तदेव लक्षणवाक्यमस्ति किल मूले, तत्र स्थूलाक्षरैः यद् पठितमस्माभिः, चक्षुर्मात्रग्राह्यो गुणो रूपः रूपम् इति तत्र चरमं गुण इति पदं सो लक्षणवाक्ये अन्तिम अन्तिमस्थाने चरमम् इति गुण इति रूपं गुण इति पदम् उपयुज्यते. तत् अर्थस्य अपि लक्षण अन्तर्भावः आवश्यकः. इत्युक्ते लक्षणे अपि इति गुणरूपम् इति चरमपदम् अन्तर्भावम् अन्तर्भावः आवश्यकः इति दृष्ट्यः. इत्युक्ते तत्र गुणं गुणः इति पदमपि एकं दलम् इति स्वीकर्तव्यम् इति, तस्यापि लक्षणान्तर्भावः आवश्यकः. इत्युक्ते लक्षणवाक्ये तदपि स्वीकृत्य सम्पूर्णरीत्या चक्षुर्मात्रग्राह्यो रूपम् इति लक्षणवाक्यं नास्ति, चक्षुर्मात्रग्राह्यो गुणः रूपम् इति लक्षणवाक्यं, तदपि लक्षणवाक्ये अन्तर्भूतं, तस्यापि स्वीकरणीयं भवति. इत्युक्ते तदपि एकं दलं भवति इति. विनोदमस्ति किल, अन्यथा वक्ष्यमाणा अतिव्याप्तिः भवेत् इति. यदि गुणम् इति पदं त्यजामश्चेत् लक्षणवाक्ये चक्षुर्मात्रग्राह्यो तावदेव वदामश्चेत् तत्र अतिव्याप्तिः भवति, तद् वक्ष्यते अग्रे कीदृश अतिव्याप्तिः भवति इति. अस्तु, भवानेव अग्रे पठतु महोदय. रूपलक्षणे दलसार्थक्यमिति. रूपलक्षणे दलसार्थक्यं तथा च चक्षुर् इन्द्रियनिष्ठजनकतानिरूपितजन्यता आश्रयप्रत्यक्षनिष्ठविषयितानिरूपितविषयताभत्वे सति चक्षुर् इतर इन्द्रियनिष्ठजनकतानिरूपित जन्यताश्रयप्रत्यक्षनिष्ठविषयितानिरूपितविषयत्व अभाववत्वे सति गुणत्वं रूपस्य लक्षणं. उभयमार्गे अपि उक्तं, यथा अस्ति इति उक्तं प्रथमेन, तदनन्तरं नास्ति चेत् इति मार्गे द्वितीयभागम् अस्ति. हा, अत्र त्रीणि दलानि सन्ति किल, इदानीं न्यायशैल्यां वाक्यानि दत्तानि सन्ति, किन्तु तत्र सामान्यरीत्या वदति चेत् वदति वदामश्चेत् तत्र कथं भवति वाक्यं? प्रथमदलं वदतु सामान्यरीत्या. सामान्यरीत्या चक्षुर्निष्ठ जनगतानुरूपित जिन्यताश्रय प्रत्यक्षनिष्ठ विषयित ग्राणम् इति चेत् ग्राणं ज्ञानं जनयति जनकता. ग्राणम् इति किमर्थं वदति? अत्र चक्षुः विषये एव अस्माकं चिन्तनं किल. ग्राणादि इति लक्षणवाक्यं पश्यामः किल. आमां, तत्र इदानीं रूपलक्ष्य यत् यः परिच्छेदः भवता पठितं तत्र त्रीणि वाक्यानि सन्ति किल. चक्षुरिन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रय प्रत्यक्षनिष्ठविषयितानिरूपितविषयता तत् विषयतावत्त्वे सति इति एकं दलमस्ति. एतद्वाक्यं न्यायशैल्यां दत्तम् अस्ति. एतदेव दलं केवलं तत्र सामान्यरीत्या वदति चेत् किं भवति इति. चक्षु समीचीनं चक्षुर् इन्द्रियम् इति पदमपि त्यक्तुं शक्यते. चक्षुः इत्युक्ते इन्द्रियमेव इति अस्माभिः ज्ञातम्. ओके, चक्षुः उपयुज्य ज्ञानं जनयति. तस्मात् कस्य ज्ञानं विषय विषयः कः इदानीं रूप इति सत्यं. चक्षुर् समीचीनं, चक्षुर्ग्राह्यं रूपम् इति सामान्यरीत्या वक्तुं शक्यते. अत्र न्यायशैल्यां यद्वाक्यं दत्तमस्ति तत् सामान्यतया वक्तव्यं चेत् चक्षुर्ग्राह्यं रूपम् इति वदामश्चेत् पर्याप्तं भवति. इदानीं द्वितीयवाक्यम् एवमेव वदतु. चक्षुर् इतर इन्द्रियनिष्ठजनकता निरूपितजन्यत आश्रय प्रत्यक्षनिष्ठ विषयतानुरूपितविषयत्व अभावत्वे सति. एतद्वाक्यं सामान्यरीत्या वदतु. चक्षुर्भिन्न इन्द्रियः किमपि उपयुज्य सत्यम् अत्रापि ज्ञानं भवेत्, परन्तु रूपं न ग्राह्यते. इत्युक्ते चक्षुर्भिन्नेन्द्रिय अग्राह्यं रूपम्. प्रथमदलमस्ति चक्षुर्ग्राह्यं रूपम्, द्वितीयदलमस्ति चक्षुर्भिन्नेन्द्रिय अग्राह्यं रूपम्. तदेव द्वितीयदलस्य भिन्नरीत्या वक्तुं शक्यते चक्षुर्मात्रग्राह्यं. तत्र मात्रपदस्य योजनेन अन्यैः इन्द्रियैः रूपस्य ग्रहणं निवारितं भवति इत्यतः एतदपि एतादृशमपि वक्तुं शक्यते चक्षुर्भिन्नेन्द्रिय अग्राह्यं रूपम् इति अपि वक्तुं शक्यते. नो चेत् चक्षुर्मात्रग्राह्यं रूपम् इति वदामश्चेदपि इति अपि सामान्यरीत्या वक्तुं शक्यते. एतदेव वाक्यम् अस्तु. इदानीं तृतीयं गुणत्वं रूपस्य लक्षणं. गुणत्वम् इत्युक्ते गुणः इति. अतः अत्र आहत्य त्रीणि दलानि सन्ति. चक्षुर्ग्राह्यं रूपम् इति एकं दलं, चक्षुर्मात्रग्राह्यं रूपम् इति द्वितीयं दलं. चक्षुर्मात्रग्राह्यं रूपम् इति वदनेन किं बोध्यम् इति चेत् चक्षुर्भिन्नेन्द्रिय अग्राह्यं रूपम् इति अवगन्तव्यम् अस्माभिः. तदेव द्वितीयं दलम्, अपि च गुणः इति तृतीयं दलम्. पश्येम किमर्थं गुणः इति तृतीयदलत्वेन स्वीकृतम् इति अग्रे पश्येम. अस्तु समीचीनं महोदय, धन्यवादः. इदानीं भानुसुधिनी महोदय अग्रे पठति वा. आं महोदय, क्षम्यतां महोदय. समन्वयप्रकारश्च इत्थं चक्षुरिन्द्रियजन्यं यत् प्रत्यक्षम् इदं शुक्लं रूपमिति प्रत्यक्षं तन्निष्ठविषयतानिरूपितविषयतारूपे अस्ति. एवं चक्षुर्भिन्नं यत् इन्द्रियं घ्राणं तज्जन्यं यत् प्रत्यक्षम् अयं सुरगन्ध इति प्रत्यक्षम् तन्निष्ठविषयतानिरूपितविषयतागन्धे विषयत्वाभावः लक्ष्ये रूपे अस्ति. एवं रूपं गुण इति तत्र गुणत्वजातिरपि वर्तते इति समन्वयः. समन्वयप्रकारस्य इत्थं महोदय, समन्वयं तु अहं जानामि, समन्वयप्रकारः समन्वयप्रकारः इत्युक्ते दलसार्थक्यं तावदेव दलसार्थक्यं तत्र चतुश्चत्वारिंशत्तमपुटे शीर्षकं पश्यामश्चेत् दलसार्थक्यम् इत्येव दत्तमस्ति किल महोदय आं महोदय चक्षुरिन्द्रियजन्यं यत् प्रत्यक्षम् इदं शुक्लं रूपम् इति प्रत्यक्षं चक्षुरिन्द्रियेण यत् ज्ञानं जन्यम् उदाहरणार्थं तत्र दत्तं शुक्लरूपम् इति महोदय इदं शुक्लं तत् प्रत्यक्षम् इत्युक्ते प्रत्यक्षज्ञानं चक्षुरिन्द्रियं प्रत्यक्षज्ञानं जनयति इदं शुक्लम् इति तन्निष्ठ ज्ञाननिष्ठ विषयिता निरूपित विषयता रूपे अस्ति ज्ञानं महोदय रूपे इत्युक्ते अत्र इदं शुक्लम् इति महोदय सत्यं इदं शुक्लम् इत्यस्मिन् ज्ञाने विषयः कः इति चेत् शुक्लम् इति रूपमेव विषयः किल महोदय तत् विषयता भवति महोदय ज्ञानं विषयिता भवति ज्ञाननिष्ठविषयता विषयिता निरूपित विषयता शुक्ले अस्ति शुक्लरूपे अस्ति सत्यम् एवं चक्षुः भिन्नं यत् इन्द्रियम् घ्राणं चक्षुः भिन्नं चतुर् इन्द्रियं यानि सन्ति इन्द्रियाणि सन्ति तत् जन्यं यत् प्रत्यक्षम् अयं सुरभिगन्ध इति अयं सुरभिगन्ध इति प्रत्यक्षज्ञानं घ्राणेन जन्यते तत् ज्ञाननिष्ठ विषयतानिरूपित विषयता गन्धे पूर्वं चक्षुरिन्द्रियजन्यज्ञान वदन्ति अत्र तु घ्राणरूपजन्यज्ञान प्रत्यक्षज्ञान वदन्ति विषयत्वाभावः लक्ष्ये रूपे अस्ति अत्र तु लक्ष्ये महोदय शुक्लम् इति सत्यं तत्र गन्ध इत्यादि स्पर्श रस अभावः अस्ति न न तत्र अभावः कस्मिन् विषये अस्ति चेत् विषयत्वा विषयतायाः अभावः विषयत्वस्य अभावः अस्ति इति रसस्य अभावः रूपे अस्ति इति अत्र विषयः नास्ति विषयत्व अभावः इदानीं ग्राणेन्द्रियेण यत् यत् ज्ञानं गन्धविषयकज्ञानं जन्यमस्ति तस्मिन् ज्ञाने गन्धे तत्र रूपत्वविषयता विषयतायाः अभावः अस्ति इति अत्र उक्तम् गन्धे कीदृशविषय गन्धे तत्र विषयता वर्तते किन्तु तत्र ग्राणेन्द्रियजन्यज्ञाने रूपत्वविषयता नास्ति इति गन्धे एव विषयता अस्ति रूपत्वे विषयता नास्ति महोदय हा अग्रे एवं रूपं गुण इति तत्र गुणत्वजातिः अपि वर्तते इति समन्वयः रूपम् एकं गुणमस्ति महोदय तदेव अहं लक्ष्यरूपेण इदानीं चर्चयिष्यामः तत् गुणमपि गुणत्वमस्ति रूपे गुणत्वमस्ति सत्यं गुणत्वम् इति जातिः जातिः एव सत्यम् इति अस्ति. अत्र अत्र नूतनं किमपि नास्ति, तत्र त्रीणि दलानि सन्ति, तस्य निरूपणम् इदानीं दल तत्र दलसार्थक्यम् अस्माभिः कार्यम् इति अत्र उक्तम्. अस्तु, धन्यवादः महोदय. इदानीं विजयभगिनी अग्रे पठति वा? किञ्चित् कृत्रिमम् इति भाति महोदय, दलसार्थक्यं त्रीणि दलं सन्ति इति. न अत्र अत्र अग्रे अग्रे पश्यामः कथं भवति इति, अग्रे पश्यामः. केवलं त्रीणि इति नास्ति, तत्र पर्मुटेशन्स् काम्बिनेशन्स् इदानीं षड् भवन्ति, षड् प्रकाराः भवन्ति. अस्तु, विजया भगिनी पठतु. आं जि, लक्षणे विद्यमानानां दलानाम् उपयोगं चिन्तयामः. दलनिर्देशे सङ्ख्याः अपि उल्लिखिताः सन्ति, ताः आदाय यदि चिन्तयामः तर्हि केवलम् आदिप्रकारः, द्वितीयः, तृतीयः, चतुर्थः, पञ्चमः, षष्ठः, एते षट् प्रकाराः. क्षम्यतां भगिनि, तत्र पुनः पठतु. तत्र यत् यल्लिखितमस्ति तत्सर्वं पठतु. केवलम् आद्यप्रकारः इति एकं, केवलं द्वितीयः इति द्वितीयं, द्वितीय केवलं तृतीयः, चतुर्थः. इदानीं चतुर्थः कः? एकनिमिषं, चतुर्थः कः? तत्र आवरणे एकम् अपि च द्वे, द्वयमपि दत्तमस्ति किल, अतः चतुर्थः किं भवति इति चेत् प्रथमम् अपि च द्वितीयं दलद्वयमपि मिलित्वा नूतनदलं भवति चतुर्थम् इति. अवगच्छति वा? अस्तु जि, आम्. अत्र प्रथम इदानीं तत्र षट् प्रकाराः सम्भाव्यन्ते अस्माभिः च, तत्र चिन्तनार्थं षट् प्रकाराः सम्भाव्यन्ते. प्रथमं तु एकमेव दलं स्वीकृत्य तत्र चिन्तनीयं. प्रथमदलं रूपग्राह्यं चक्षुर्ग्राह्यं रूपम् इति तावदेव दलं स्वीकृत्य चिन्तनीयं तत्र कुत्र अतिव्याप्तिः भवति इति. इदानीं द्वितीयचिन्तनं भवति चक्षुर्मात्रग्राह्यं रूपम् इति तावदेव स्वीकृत्य, नो चेत् चक्षुर्भिन्नेन्द्रिय अग्राह्यं रूपम् इति तावदेव स्वीकृत्य चिन्तनीयं. तृतीयदलम् अस्ति गुणं, गुणः इति एव दलं स्वीकृत्य चिन्तनीयम्. इदानीं चतुर्थं किं भवति इति चेत् चक्षुर्ग्राह्यं रूपत्वे चक्षुर्ग्राह्यं रूपम् इति प्रथमं दलम्, अपि च चक्षुर्मात्रग्राह्यम् इति दलद्वयं स्वीकृत्य तत्र गुणः इति तृतीयं दलं त्यक्त्वा चिन्तनीयम् इत्येव तत्र चतुर्थचिन्तनं भवति. एवमेव पञ्चमचिन्तनं कथं भवति? प्रथमम् अपि च तृतीयं मिलित्वा स्वीकृत्य पञ्चमदलत्वेन स्वीकृत्य चिन्तनीयम् इत्युक्ते चक्षुर् ग्राह्यं रूपं रूपम् इति एकं दलम्, अपि च गुणं, गुणः इति द्वितीयं दलम्, अमे गुणः इति भिन्नदलम्. एतद् दलद्वयं केवलं स्वीकृत्य इत्युक्ते तत्र मात्रपदं त्यक्त्वा लक्षणवाक्यं कथं भवति, अतिव्याप्तिः भवति वा इति चिन्तनमेव पञ्चमचिन्तनम्. अपि च षष्ठः, तत्र चक्षुर्मात्रग्राह्यः गुणम् इति तत्र द्वितीयदलं तृतीयदलं स्वीकृत्य प्रथमदलं त्यक्त्वा चिन्तनं भवति षष्ठमम् इति इति अत्र उक्तम्. अग्रे पठतु भगिनि. षष्ठः इदानीं द्वितीयदलम् अपि च तृतीयं दलम् इत्युक्ते द्वितीयदलं किं? चक्षुर्भिन्नेन्द्रिय अग्राह्य अग्राह्यं रूपम् इति एव द्वितीयं दलमस्ति किल, तत् अपि च गुणः इति तृतीयं दलम्. एतदेव स्वीकृत्य प्रथमं दलं त्यक्त्वा तदेव षष्ठमं भवति. आम् आं जि सम्यक् सम्यक् अस्तु अस्तु. एतत् सर्वं प्रथम द्वितीय तृतीय एव तत्र कोलेन भवति इति सैकल् मध्ये. आम् अस्तु. हा तत्र पर्मुटेशन्स् काम्बिनेशन्स् इति वदामः किल तादृशं. 3P2 महोदय. 2 वर्तते. हा सत्यं. प्रथमं प्रत्येकं दलं स्वीकृत्य तदनन्तरं दलद्वयं स्वीकृत्य अवगन्तव्यं. तादृशं चिन्तयामश्चेदेव तत्र दलस्य दलत्रयस्यापि आवश्यकता अस्ति. यदि एकमेव दलं त्यजामश्चेत् अन्यत्र कुत्रापि अतिव्याप्तिः भवति इति निरूपयितुं शक्यते. अतः एतादृशचिन्तनं कृतम्. अग्रे भगिनि. चक्षुरिन्द्रियनिष्ठजनकता निरूपित जन्यताश्रय प्रत्यक्षनिष्ठविषयता निरूपित विषयत्वमेव लक्षणमस्तु चेत् घटः अपि चक्षुषा दृश्यते इति घटे अतिव्याप्तिः. तत्र तत्र चक्षुरिन्द्रियनिष्ठ नैयायिकारूपेण नैयायिकेन एतत् विषये तत्र दत्तं. चक्षुरिन्द्रियनिष्ठ जनकता निरूपित जन्यता आश्रय प्रत्यक्षनिष्ठ विषयता निरूपित विषयत्वमेव लक्षणम् अस्ति चेत् घटः अपि चक्षुषा गृह्यते. एतत् प्रत्यक्षरूपेण चक्षुषा घटः तत्र अस्ति इति गृह्यते इति घटे अतिव्याप्तिः. चक्षुषा घटं तत्र अस्ति इति ज्ञानं प्रत्यक्षरूपेण ज्ञानम् अस्ति. इति कृत्वा तत्र घटः इति कीदृशपदार्थः अस्ति? द्रव्यम्. हा इति कृत्वा तत्र अतिव्याप्तिः भवति. तत्र चक्षुः तत्र केवलं गुणस्य ग्राहकं न भवति किन्तु तस्य अधिष्ठानभूतस्य द्रव्यस्यापि अनेन ग्रहणं भवति इति अस्माभिः दृष्टं. మీరు మాట్లాడుతున్న వ్యక్తి మీ కాల్ ను హోల్డ్ లో ఉంచారు. దయచేసి లైన్ లో ఉండండి. The person you are speaking with has put your call on hold. Please stay. अस्तु. इति कृत्वा यदि चक्षुर्ग्राह्यं रूपम् इति तावदेव वदामश्चेत् प्रथमदलमेव लक्षणम् इति स्वीकुर्मश्चेत् तत्र द्रव्ये घटे अपि अतिव्याप्तिः भवति. किन्तु अस्माकं लक्षणं किं? रूपं. रूपमिति गुणः एव. तत्रैव तदेव लक्ष्यमस्ति. रूपम् इत्येव अस्माकं लक्ष्यं. गुण रूपम् इति गुणः एव अस्माकं लक्ष्यमस्ति इति चेत् तत्र द्रव्ये लक्षणं न पतितव्यम् इति कृत्वा अत्र घटे अतिव्याप्तिः भवति. तदेव दोषः भवति इति उक्तम् अस्मिन्चिनम्. इदानीं शिवराममहोदय अग्रे पठति वा? आं महोदय. कुतः पठनीयं? द्वितीयमस्ति किल तत्र चक्षुर्भिन्नेन्द्रिय. चतुःसप्ततितमपुटे तत्र द्वितीयम् इति दत्तमस्ति किल? चक्षुर्भिन्नेन्द्रियनिष्ठजनकतानिरूपित जनन्नाश्रय प्रत्यक्षनिष्ठविषयतानिरूपित विषयत्वाभाव एव लक्षणमस्तु एवं सति न घटे अतिव्याप्तिः. चक्षुर्भिन्नं यत् त्वगीन्द्रियं तज्जन्यप्रत्यक्षविषयत्वमेव घटे वर्तते. विषयत्वाभाव नास्ति इति न अतिव्याप्ति इति चेत् अतीन्द्रिये गुरुत्वरूपगुणे वक्षमाणे अतिव्याप्तिः तथा हि चक्षुभिन्न इन्द्रियनिष्ठजनकतानिरूपित चक्षुभिन्न इन्द्रियनिष्ठजनकतानिरूपित जनन्यताश्रय प्रत्यक्षनिष्ठ क्षम्यताम् जन्यताश्रय प्रत्यक्षनिष्ठविषयतानिरूपित विषयत्वाभाव एव लक्षणमस्तु चक्षुभिन्न इन्द्रियनिष्ठजनकतानिरूपित जनन्यताश्रय प्रत्यक्षनिष्ठ जन्यतानिरूपित चक्षु इन्द्रियः निष्ठजनकता निरूपित जनन्यताश्रय प्रत्यक्षनिष्ठविषयताम् अवगतम् इति प्रत्यक्षनिष्ठविषयतानिरूपित विषयत्वमेव लक्षणम् अस्तु चेत् भवानेव किञ्चित् विवरणं करोतु हा अत्र भवान् न अत्र अत्र किमपि क्लेशः नास्ति इदानीं चक्षुर् एतत् भागं भागं स्वीकृत्य अवगच्छामः चक्षुर्भिन्नेन्द्रियम् उदाहरणं वदतु चक्षुर्भिन्नेन्द्रियम् एकम् एकमस्ति चक्षुर्भिन्नेन्द्रियं चक्षुर्भिन्नेन्द्रियम् इत्युक्ते किम् उदाहरणं वदतु चक्षुर्भिन्न अन्येन्द्रियः न चक्षुर्भिन्नेन्द्रियं तत्र घ्राणम् इति स्वीकुर्मः उदाहरणम् इति स्वीकुर्मः किमपि चतुर्षेकमिन्द्रियं अत्र चक्षुर्भिन्नेन्द्रियम् इत्यस्मिन् स्थाने घ्राणम् इति स्थापयति चेत् क्लेशः नास्ति किल आमाम् अत्र घ्राणनिष्ठजनकतानिरूपितजन्यता आश्रयप्रत्यक्षम् इदानीं घ्राणेन्द्रियेणापि प्रत्यक्षं भवति किल प्रत्यक्षनिष्ठविषयतानिरूपितविषयत्व अभावः एव लक्षणम् इदानीं लक्षणवाक्यं किमस्ति चक्षुर्भिन्नेन्द्रिय अग्राह्यम् चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वम् एव रूपस्य लक्षणम् इति स्वीकुर्मश्चेत् इत्युक्ते चक्षुर्भिन्नेन्द्रियेण रूपं न गृहीतव्यं भवति इति तावदेव लक्षणवाक्यं वदामश्चेत् चक्षुषा ग्राह्यम् इति अत्र न उक्तं चक्षुर्भिन्नेन्द्रियेण अग्राह्यम् अवगतम् इति तावदेव वदामश्चेत् तत्र किं भवति इति प्रश्नः एवं सति घटे अतिव्याप्तिः कथं वा घटे अतिव्याप्तिः भवति भवान् प्रतिपादयतु अत्र इदानीं लक्षणं किम् उक्तं चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वम् एव रूपस्य लक्षणम् इति वदामश्चेत् घटे अतिव्याप्तिः कथं वा भवति न घटे अतिव्याप्तिः अस्ति ओ एवं सति न घटे अतिव्याप्तिः अस्तु अस्तु अत्र अत्र न घटे अतिव्याप्तिः इति दत्तमस्ति तद् वदतु कथं वा तत्र निवारितं भवति घटे न अतिव्याप्तिः कथं वा न भवति घ्राणेन्द्रियेण घटस्य ग्रहणं न भवति अतः एवं च श्रोत्रेन्द्रियेण अपि घटस्य ग्रहणं न भवति अतः घटे अतिव्याप्ति न भवति किन्तु मम प्रश्नः अस्ति अत्र महोदय इन्द्रियेण घटस्य ग्रहणं भवति वा हा इति मम मनसि आसीत् अतः एव मया उक्तं घटे अतिव्याप्तिः भवति आम् आं घटे अतिव्याप्तिः भवति इति मम अपि अवगमनम् हा यदि इदानीं चक्षुर्भिन्नेन्द्रियं ग्राणं नो चेत् श्रोत्रं इति स्वीकुर्मश्चेत् तत्र घटे अतिव्याप्तिः न भवति, किन्तु घटभिन्नेन्द्रियम् इदानीं स्वगिन्द्रियम् इति स्वीकुर्मश्चेत् त्वचा अपि घटस्य ग्रहणं कर्तुं शक्यते इत्यतः घटे अतिव्याप्तिः भवत्येव. किन्तु महोदय स्पर्शं भवति रूपं भिन् भिन् भेदम् अस्ति किल? न न, इदानीं त्वगेन्द्रियेण घटः घटस्य ज्ञानं भवति वा न वा? विजयभगिनी भवती किं चिन्तयति? स्वगीन्द्रियेण ज्ञानं भवति, भवति घटस्य ज्ञानं भवति. कस्य ज्ञानं, कस्य ज्ञानम् इति प्रश्नम् उदेति किल? न, इदानीमेव भवती उक्तवती किल घटस्य नाम भवति, घटस्य ज्ञानं भवति इदानीमेव भवती उक्तवती किल. रूपस्य ज्ञानं नास्ति किल? अत्र अत्र विषयः इदानीं घटे अतिव्याप्तिः भवति वा न वा इति प्रश्नः, केवलम् इति प्रश्नः. इदानीं द्वितीयदलमेव स्वीकुर्मश्चेत् चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वम् एव रूपस्य लक्षणम् इति स्वीकुर्मश्चेत् इदानीं चक्षुर्भिन्नेन्द्रियं ग्राणम् इति स्वीकुर्मश्चेत् तत्र घटे अतिव्याप्तिः न भवति. किन्तु त्वगिन्द्रियम् इति स्वीकुर्मश्चेत् तत्र घटे अतिव्याप्तिः भवति एव किल? तदेव अत्र अग्रे दत्तं. शिवरां महोदय अग्रे पठतु. चक्षुर्भिन्नेन्द्रियं चक्षुर्भिन्नम्. आं, चक्षुर्भिन्नं यत् त्वगेन्द्रियं तज्जन्यप्रत्यक्षविषयत्वम् एव घटे वर्तते. विषयत्वाभाव चक्षुर्भिन्नं यत् त्वगेन्द्रियं चक्षुर्भिन्नं यत् त्वगेन्द्रियं तज्जन्यप्रत्यक्षविषयत्वम् एव घटे वर्तते. चक्षुर्भिन्न यत् त्वगिन्द्रियम् अस्ति तेन जन्यं प्रत्यक्षविषयत्वमेव घटे वर्तते. विषयत्वाभावः नास्ति इति न अतिव्याप्तिः इति चेत् इति अत्र इदानीं यद् यत् पूर्वमुक्तं घटे न अतिव्याप्तिः इति उक्तं तस्य निराकरणं कृतम् अत्र. चक्षुर्भिन्नेन्द्रियम् इदानीं त्वग् इति स्वीकुर्मश्चेत् त्वगिन्द्रियम् इति स्वीकुर्मश्चेत् तत्र घटे अतिव्याप्तिः भवति एव इति इदानीं वदति. इति अतिव्याप्तिः इति चेत् तत्र इदानीं लक्षणे दोषः कल्पितः वर्तते इति कृत्वा इतोपि अधिकं चिन्तनीयम्. तदेव अत्र तस्मिन् विषये एव अत्र दत्तमस्ति. अतीन्द्रियगुरुत्वे गुरुत्वरूपगुणे वक्ष्यमाणे अतिव्याप्तिः भवति इति. तत्र चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वं रूपस्य लक्षणम् इति वदामश्चेत् इदानीं चक्षुर्भिन्नेन्द्रियं घ्राणं वा श्रोत्रं वा रसनं वा इति स्वीकुर्मश्चेत् तत्र घटे अतिव्याप्तिः निवारितं भवति. किन्तु त्वगिन्द्रियम् इति स्वीकुर्मश्चेत् तत्र घटे अतिव्याप्तिः भवति इति कृत्वा तत्र एकस्मिन् पार्श्वे घटे अतिव्याप्तिः नास्ति, अन्यस्मिन् पार्श्वे अन्यस्मिन् पक्षे तत्र घटे अतिव्याप्तिः अस्ति इति कृत्वा तत्र निश्चयेन न वक्तुं शक्यते इति कृत्वा इतोपि अग्रे चिन्तनीयम्. अग्रे किं चिन्तनं, कस्मिन् विषये चिन्तनम् अस्ति इति चेत् गुरुत्वम् इति चतुर्दश चतुर्विंशतिगुणेषु अन्यतमः अस्ति गुरुत्वं. तत्र अतिव्याप्तिः भवति इति अत्र उक्तं. कथं वा अतिव्याप्तिः भवति इति अग्रिमे वर्गे चर्चयिष्यामः. आमाम्. अस्तु, एतावत्पर्यन्तं कस्यापि प्रश्नः अस्ति वा? अत्र स्थगयामः, समयः जातः इत्यतः. पुनः पठनीयं महोदय. अग्रे सर्वं तत्र षड् सम्भावनानामपि चिन्तनं कृत्वा पुनः एकवारं तत्र समग्ररूपेण वदामश्चेत् सर्वेषां स्पष्टता भवति. हा, इदानीं किञ्चित् क्लिष्टकरम् इति भाति, किन्तु किमपि नास्ति अत्र. अस्तु, पुनः एकवारं पठन्तु, यदि शक्यते चिन्तनवर्गम् आगच्छन्तु. अत्र स्थगयामि. सर्वेषां नमस्कारः, धन्यवादः.